त्वं तु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका त्वयाहूतस्तु भगवान् याति नीचगृहेष्वपि तद्भवतो त्वं तु तस्य कृष्णस्य परमप्रियासि भक्ते प्राणतः अपि अधिका प्रिया त्वया आहूतस्तु भगवान् आगच्छति नीचगृहेष्वपि।